पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 50 शेष उवाच अथ रामानुजो वेगात् समागत्य स्वसेवकान् पप्रच्छ कुत्र वाहोऽसौ याज्ञिकः सुमनोहरः तदा देवजनं प्रोजुशत्रुघ्नं सुमहाबलाः न जानीमो भडा केचिद्धयं नीत्वा गदाः पुरे वयं च धिक्कृताः सर्वे बलिभिराजसेवकैः अत्र प्रमाणं भगवानिति कर्तव्यतां प्रति तच्छ्रुत्वा वचनं तेषां शत्रुघ्नः कुपितो भृश्यं दशन्रोषात् स्वदशनाज्जिह्वया लेलिहन्मुहुः उवाच वीरो मद्वाहं कृत्वा कुत्र गमिष्यसि इदानीं पादये बाणैः पुरञ्जनसमन्वितम् इत्युक्त्वा सुमतिं प्राह कस्येदं पुडभेदनं को वर्तदेश्याधिपतिर्यो मे वाहमजीहरद शेष उवाच इति वाक्यं समाकर्ण्य भूपधे कोपसंयुतं जगादमन्त्री सुगिरा स्फुटाक्षरसमन्वितं विद्येदं कुण्डलं नाम नगरं सुमनोहरम् अस्मिन् वसति धर्मात्मा सुरथः क्षत्रियो बलि नित्यं धर्मपरो रामचरणद्वन्द्वसेवकः मनसा कर्मणा वाचा हनुमानिव सेवकः चरितान्यस्य शतशो वर्तन्ते धर्मकारिणः महाबलपरिवारसुरथः सर्वशोभनः महद्युद्धं भवेदत्र हृदश्चेद्वाहसत्तमः अनेके प्रपतिष्यन्ति वीरारणविशारदाः एवमुक्तं समाश्रुत्य शत्रुघ्नः सचिवं प्रति उवाच पुनरप्येवं वचनं वदतां वरः शत्रुघ्न उवाच कथमत्र प्रकर्तव्यं रामाश्वोनेन चेद्धृदः नायादि योद्धुं प्रबलं कटकं वीरसेवितं सुमतिरुवाच दूतप्रेक्ष्यो महाराज राजानं प्रतिवाग्मिगः यद्वाक्येन समायादि बलेन बलिनां वरः नो चेदज्ञानदो वाहो धृतकेनापि मानिना अर्पयिष्यति नः साधुमश्वं क्रतुवरं शुभम् इति श्रुत्वा तु तद्वाक्यं शत्रुघ्नो बुद्धिमान् बली अङ्गदं प्रत्युवाचेदं वचनं विनयान्वितं शत्रुघ्न उवाच याहि त्वं निकटस्थे वै सुरथस्य महापुरे दूतत्वेन ततो गत्वा प्रब्रूहि नृपदिं प्रति त्वया धृतो रामवाहो ज्ञानदो ज्ञानदोऽपि वा अर्पयतु न वा यादु प्रधनं वीरसंयुतं रामस्य दौत्यं लङ्कायां रावणं प्रति यत्कृतं तथैव कुरु भूयिष्ठ बलसंयुतबुद्धिमान् शेष उवाच येदच्छ्रुत्वाङ्गदो वीर ओमिति प्रोच्य भूमिपम् जगाम संसदो मध्ये वीरश्रेणिसमन्विते ददर्श सुरथं भूपं तुलसी मञ्जरीधरं रामभद्रं रसनया ब्रुवन्तं सेवकान्निजान् राजापि दृष्ट्वा प्लवगं मनोहरवपुर्धरम् शत्रुघ्नदूतं मत्वापि वालिजं प्रत्यभाषत। सुरथ उवाच, प्लवगाधिप कस्मात्त्वमागतोऽत्र, कथं भवान्? ब्रूहि मे कारणं सर्वं, यथा ज्ञात्वा करोमि तद्। शेष उवाच, यदि सम्भाषमाणं तं प्रत्युवाच कपीश्वरः, विस्मयंश्चेदसि भृश्यं रामसेवाकरं नृपम्। जानीहि मां नृपश्रेष्ठ वाली पुत्रं हरीश्वरं, शत्रुघ्नेन च दूतत्वे प्रेषितो भवतोऽन्तिकम्। सेवकैः कैश्चिदागत्य धृतोऽश्वो मम साम्प्रतम्, अज्ञानदो महान्यायं कुर्वद्भिः सहसा नृप। तमश्वं सह राज्येन सह पुत्रायर्मुदान्वितः, शत्रुघ्नं याहि चरणे पदित्वाशुप्रदेहि च। नो चेत् शत्रुघ्ननिर्मुक्तनाराचैः क्षतविग्रहः, पृथ्वीतलमलं कुर्वन् चयिष्यसि विशीर्षकः। येन लङ्कापतिर्नाशं प्रापितो लीलया क्षणाद्, तस्याश्वं यागयोग्यं तु हृत्वा कुत्र गमिष्यसि? शेष उवाच, इत्यादिभाषमाणं तं प्रत्युवाच महीश्वरः। सर्वं तद्यं ब्रवीषित्वं नानृतं तव भाषितं, परं शृणुष्वमद्वाक्यं शत्रुघ्नपदसेवक। मया धृतो महानश्वो रामचन्द्रस्य धीमदः, न मोक्ष्ये सर्वधा वाहं शत्रुघ्नादिभयादहं, चेद्रामः स्वयमागत्य दर्शनं दास्यते मम। तदाहं चरणौ नत्वा दास्यामि सुदसंयुधः सर्वं राज्यं कुटुम्बं च धनं धान्यं बलं बहु। क्षत्रियाणामयं धर्मस्वामिनापि विरुध्यते, धर्मेण युद्धं तत्रापि रामदर्शनमिच्छता। शत्रुघ्नादीन् प्रवीरांस्तानधुनाहं क्षणादपि, जित्वा बध्नामि मद्गेहे नो चेद्रामः समाव्रजेत्। शेष उवाच, इति श्रुत्वाङ्गदो धीमान् जहास नृपदिं तदा, उवाच च महद्वाक्यं महाधैर्यसमन्वितम्। अङ्गद उवाच, बुद्धिहीनप्रवदसि वृद्धत्वात् सागदा तव, यत्त्वं शत्रुघ्ननृपदिं धिक्करोषि धिया बली। यो मान्धादृरिपुं दैत्यं लवणं लीलयावधीद, येनानेकजितास्सङ्ख्ये वैरिणप्रबलोद्धताः, विद्युन्मालीहदो येन राक्षसकामगे स्थितः, त्वं तं बध्नासि वीरेन्द्रं मदिहीनः प्रभासि मे। भ्राधृजो यस्य सुबली पुष्कलपरमास्त्रविद, येन रुद्रगणः सङ्ख्ये वीरभद्रसुतोषितः। वर्णयामि किमेतस्य पराक्रान्तिं बलोर्जितां, येन नास्ति सम्मः पृथ्व्यां बलेन यशसा श्रिया। हनुमान्यस्य निकटे रघुनाथ पदाब्जधीः, यस्यानेकानि कर्माणि भविष्यन्ति श्रुतानि ते, सत्रिकूडा राक्षसपूर्दग्धा येन क्षणात् बलाद् अक्षो येन हतपुत्रो राक्षसेन्द्रस्य दुर्मदेः द्रोणो नाम गिरिर्येन पुच्छाग्रेण सदैवतः आनीदो जीवनार्थं तु सैनिकानां मुहुर्मुहुः जानाति रामश्चारित्रं नान्यो जानाति मूढतिः यं कपीन्द्रं मनात् स्वान्तान्न विस्मरति सेवकं सुग्रीवाद्या कपीन्द्राये पृथ्वीं सर्वां ग्रसन्ति ये ते शत्रुघ्नं नृपं सर्वे सेवन्ते प्रेक्षणोत्सुकाः कुशध्वजो नीलरत्नो रिपुतापो महास्त्रविद प्रतापाग्र्यसु बाहुश्च विमलसुमदस्तदा राजा वीरमणिः सत्ययुधो रामस्य सेवकः ये तेऽन्येऽपि नृपा भूमेः पदयः पर्युपास्यते तत्र त्वं वीरजलधौ मशकः को भवानिधि तज्ज्ञात्वा गच्छ शत्रुघ्नं कृपालुं पुत्रकैर्युधः वाहं समर्प्य गन्धासि रामं राजीवलोचनं दृष्ट्वा कृतार्थी कुरुषे स्वाङ्गानि जनुषा सः शेष उवाच राजा प्रोवाच तं दूतं प्रब्रुवं तमनेकथा येदान् दर्शयसि क्षिप्रं सर्वेण मम गोचराः यादृशं मद्बलं दूत तादृशं न हनूमदः यो रामं पृष्टद कृत्वा प्रागाद्यागस्य पालने यद्यहं मनसा वाचा कर्मणा कुतुकान्वितः भजामि रामं तर्ह्याशु दर्शयिष्यति स्वां तनुम् अन्यथा हनुमन्मुख्या वीरा बध्नं तु मां बलाद् गृह्णन्तु वाहं तरसा रामभक्तिसमन्विताः गच्छ त्वं नृपशत्रुघ्नं कथयस्व ममोदिदं सज्जी भवन्तु सुभटा येषयामि रणे बलि सविचार्य यथा युक्तं करिष्यति रणाङ्गणे मोचयन्तु महावाहं न वा मा ददन्तु ते शेष उवाच इति श्रुत्वास्मि तं कृत्वा ययौ वीरो यदो नृपः गत्वा निवेदयामास यथोक्तं सुरथेन वै इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुरथदूतयोः संवादो नाम पञ्चाशत्तमोऽध्यायः ॐ